नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र प्रवर्तमानगणः अस्ति क्रयादिगणः इति। तत्र रूपसाधनमेव अद्य, तस्मात् पूर्वं किञ्चित् पुनःस्मरणं कुर्मः। क्रयादिभ्यः श्ना इति सूत्रेण श्ना विधीयते। तत्र श्ना तु षित् अस्ति इति वयं जानीमः। तत्र श्ना अपित् अपि अस्ति, अतः अपित्वात् गुणनिषेधः। यद्यपि तत्र प्रथमं सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति चेदपि श्ना अपित् अस्ति, अपित् इति कारणात् गुणनिषेधः। अतः प्रथमसोपाने यत्र सामान्यधातुः अस्ति क्रयादिगणे, तत्र किमपि कार्यं न भवति। तत्र केवलं वर्णमेलनं, प्रथमसोपानम् इत्युक्ते विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा विकरणप्रत्ययोः धातुविकरणप्रत्ययोः मेलनम् अस्ति चेत् तत्र सीयोगः न सिना इत्येव गुणनिषेधत्वात् किमपि कार्यं नास्ति। परन्तु यदा वयं अन्येषु गणेषु दृष्टवन्तः, अत्रापि क्रयादिगणे विशेषदातवः सन्ति यत्र विशिष्टकार्याणि अपि भवन्ति। अस्मिन् गणे पुवादिगणः इति एकः अन्तर्गणः अस्ति, तत्र चतुर्विंशति धातवः सन्ति। येषां पुवादीनां ह्रस्वः इति सूत्रेण ह्रस्वत्वं भवति। तत्र वयं सदा स्मर्तव्यं यत् अस्य सूत्रस्य प्रसक्तिः केवलं क्षितिपरे एव। यदा पू इति पुवादिगणीय धातुः स्वीकुर्मः, पूयोगः न, तत्र तु ह्रस्वत्वं भूत्वा पुना इति भवति, परन्तु लटि पूयते इत्येव रूपं, तत्र ह्रस्वत्वं न भवति इति स्मर्तव्यम्। द्वितीयकार्यं तु अस्माकं परिचितकार्यमस्ति, सम्प्रसारणकार्यम्। इग्यणः सम्प्रसारणम् इति संज्ञासूत्रेण यणः स्थाने यक् विधीयते। अत्र ज्या इति अस्माकम् उदाहरणमस्ति, तत्तु पुवादिगणीयधातुः अपि अस्ति, सम्प्रसारणी धातुः अपि अस्ति। तत्र ग्रहिज्या इति एतत् दीर्घसूत्रेण ङिति परे सम्प्रसारणकार्यं विधीयते। तत्र यणः स्थाने इक् भूत्वा जीयोगः आ जी। तत्र हलः इति सूत्रं दृष्टवन्तः, हलः इति सूत्रेण सम्प्रसारणस्य दीर्घत्वं जी इति भवति। अनन्तरं पुवादीनां ह्रस्वः, पुवादिगणीयधातुः अस्ति, अतः पुवादीनां ह्रस्वः इत्यनेन पुनः ह्रस्वत्वं जिना इति रूपं प्राप्नोति। हलः इति सूत्रं हलः सम्प्रसारणस्य अङ्गस्य दीर्घः इति वदति। अङ्ग अवयवे यदा हल् वर्णः अस्ति चेत् तत्र यदुत्तरं सम्प्रसारणवर्णः तस्य दीर्घत्वं, सम्प्रसारणवर्णस्य दीर्घत्वम्। अतः एव जी इत्यत्र यद् इकारः सम्प्रसारणवर्णः अस्ति, तस्य दीर्घत्वं जी इति प्रथमं भवति। अनन्तरं तु अस्माकं पुवादीनां ह्रस्वः इति सूत्रेण ह्रस्वत्वं, तदपि यदा वयं पूर्वं दृष्टवन्तः, तत्र क्षितिपरे एव पुवादीनां ह्रस्वः इति सूत्रस्य प्रसक्तिः। अतः एव यत्र वयं तान्तरूपं पश्यामः, तत्र लवादिभ्यः इति एकं सूत्रम् अस्ति, येन तत्र यदा जी इति दीर्घत्वं प्रथमम् आगच्छति हलः इति सूत्रेण, तत्र जीनः इति रूपं भवति। तकारस्य लवादिभ्यः इति सूत्रेण तकारस्य स्थाने नकारः भूत्वा जीनः इति भवति। तत्र पुवादीनां ह्रस्वः इत्यस्य प्रसक्तिः नास्ति इति दृष्टवन्तः। अनन्तरं ग्रहधातुः, तदपि सम्प्रसारणधातुः अस्ति, परन्तु तत्तु पुवादीनां ह्रस्वः इति, पुवादिगणीयधातुः नास्ति इति कृत्वा तत्र केवलम् अस्माकं सम्प्रसारणकार्यमेव भवति। हलः इति सूत्रस्य प्रसक्तिः तत्र नास्ति। ग्रह् योगः श्ना, तत्र ग्रहीज्या इत्यनेन ग्रकारः ऋकारः हकारः नकारः, अस्माकं नत्वसन्धिः अट्कुप्वाङ्नु नत्वं भवति, नत्वं भूत्वा गृह्णा इति अट्कुप्वाङ्नु व्यवाये अपि इति सूत्रेण अत्र नत्वं भवति, गृह्णा इति अङ्गं भवति। अनन्तरं न्या धातुः दृष्टवन्तः, तत्र तु न्यार्जनोर्जा इति परिचितसूत्रमेव अस्ति। तत्र न्यायोगः न, ञार्जनोर्जा इत्यनेन धात्वादेशः झा योगः न झाना इति अङ्गं भवति इति दृष्टवन्तः. अनन्तरम् अनिदितः धातवः, षड् धातवः अस्ति अस्मिन् गणे, तत्र वयं दृष्टवन्तः अनिदितां हल उपदायाम् इति सूत्रेण यद् नकारः मूले अस्ति तस्य लोपः भवति. बन्ध्योगः श्ना बन्ध् बध्ना इति भवति. अनिदितां हल उपधायां ङिति, श्ना इति अपित् प्रत्ययः, णित्वत् भवति. अतः अस्य सूत्रस्य प्रसक्तिः उपधायां स्थितस्य नकारस्य लोपः ङिति परे इति दृष्टवन्तः. तदपि अनन्तरं नत्वं, नत्वं तु वयं जानीमः अट्कुप् वाङ्नुं व्यवाये अपि इति सूत्रेण, तत्र क्रीयोगः न, तत्र अट् प्रत्याहारस्थवर्णः इति कृत्वा क्रीणा, गृह् योगः न गृह्णा इति. यदा यद्यपि तत्र ऋकारनकारयोः मध्ये हकारः अस्ति तदापि नकारस्य नत्वं भवति. अनन्तरं यदा तृतीयसोपानं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं भवति चेत् सर्वदा तत्र स्मर्तव्यं. यदा अद्य वयं रूपं साधयामः तदापि स्मर्तव्यं यत् हलादिपित्सु पित्सु किमपि कार्यं नास्ति, केवलं वर्णमेलनमेव. आकारान्तधातुः अशम्यतम् आकारान्त अङ्गमस्ति इदानीम्, अतः गुणस्यापि तत्र प्रसक्तिः नास्ति. गुणकार्यं तु न सम्भवति एव, इक् वर्णः अस्ति चेदपि न सम्भवति, परन्तु अत्र आकारः अत्र गुणकार्यस्य सम्भावना एव नास्ति. अतः क्रीणा योगः ति क्रीणाति. अजादिपित्सु अपि केवलं सन्धिकार्यम्, अस्माकं सवर्णदीर्घः सन्धि भूत्वा क्रीणा नी इति भवति. हलादि अपित्सु, यदा अपित् प्रत्ययः अस्ति चेत् तत्र हलादिः वा अजादिः वा इति द्रष्टव्यम्. हलादि अपित् अस्ति चेत् तत्र आकारस्य स्थाने ईकारादेशः, आकारः कुत्र भवेत्? श्ना प्रत्ययस्य आकारस्य स्थाने ई हल्यगोः इति सूत्रं. क्रीणायोगः तः तत्र आकारः अस्ति, तक्ष्णा प्रत्ययस्य आकारः, अतः तस्य स्थाने ईकारः क्रीणीतः. अजादि अपित्सु तु श्नाभ्यस्तयोरातः इति सूत्रेण क्रीणन्ति, श्ना प्रत्ययस्य आकारलोपः. हलादि अपित् अस्ति चेत् आकारस्य स्थाने ईकारादेशः, श्ना प्रत्ययस्य आकारस्य स्थाने. अजादि अपित् अस्ति चेत् श्ना प्रत्ययस्य आकारलोपः इति कार्यद्वयमेव स्मर्तव्यं सर्वत्र. तत्र केचन एकः एव विशेषकार्यमस्ति, तत् पठित्वा रूपं साधयामः. अत्र अस्ति, अस्तु, सि इति भागः अस्ति. राजेन्द्रमहोदय पठति वा? विशेषः हि प्रत्ययः इति. आं भगिनि, पठामि. विशेषः हि प्रत्ययः, अत्र लोट् लकारस्य लोट् लकारस्य मध्यमपुरुष एकवचने धातूनां समूहद्वयं वर्तते, हलन्तधातवः अजन्तधातवः च. अजन्तधातवः सामान्याः, हलन्तधातवः अपादभूताः च. लोट् लकारस्य मध्यमपुरुषे एकवचने तत्र समूहद्वयं तत्र वर्तते, हलन्तधातवः अपि च अजन्तधातवः. अजन्तधात्वः तु सामान्याः, परन्तु हलन्तधात्वः अपादभूताः भूताः. धातुः अजन्तः चेत् सामान्यकार्यं. हि प्रत्ययः हलादि अपि शेहर्पिच् इति सूत्रेण तत् हि प्रत्ययः आगच्छति शेहर्पिच् सूत्रेण. यथा क्रीणा क्रीणायोग हि हलादि अपित्सु श्ना प्रत्ययस्य आकारस्थाने इकारादेशः ईहल्यगोः सूत्रेण तत् आकारस्य ईकारादेशः भवति. क्रीणी योगः क्रीणीः अत्र कार्यं भवति. तथैव तत् ज्ञाधातुः, तत् तु अनेककालचित् उपदेशः भवति, जा उपदेशः आदेशः भवति. जा योग न, अत्र तु अपि तथैव तत्र इहल्यगोः यथा हि प्रत्ययः आगच्छति तत् इहल्यगोः सूत्रेण तत् इकार आदेशः भवति जानीहि तथैव मी मीनीः प्री प्रीणीः प्रीणीः ध्रु ध्रूणीः वृ वृणीः वृणीः अत्र तत्र इहल्यगोः सूत्रेण तत्र इकारादेशः भवति तदनन्तरं तद् हि वर्णमेलमेव भवति हि तत्र सामान्य अस्ति अस्ति परन्तु हौ परे हलन्तधातु पूर्वख यः श्ना तस्य स्थाने शानच् आदेशः भवति हौ हौ परे अत्र हि यः प्रत्यय आगच्छति हलन्तधातु पूर्वक यः श्ना अस्ति तस्य स्थाने शानच् आदेशः भवति भवति तत् अनुबन्धलोपे आन् इति आदेशः शानश् तत् आन् एव अवशिष्यते शकारस्य लोपः भूत्वा हलः श्न शान् यज्ञोः हल् उत्तरस्य श्ना स्थाने शानच् आदेशः भवति हि प्रत्ययपरे शानच् इत्यस्मिन् शकारलोपः दशकु तदिति इति सूत्रेण चकारलोपः हलन्त्यम् इति सूत्रेण आन् अवशिष्यते जलां जशोन्ते जयोः अन्यतरस्यां जयः उत्तर हकारस्य पूर्वस्वर्णादेशः इत्याभ्यां शानच् हौ शानच् योग हौ शानच् शानज् जौ जौ हलः पञ्चमे अन्तं शिना षष्ट्यन्तं शानच् प्रथमान्तं हौ सप्तमे अन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णः हलः श्नः शानच् हौ अत्र यत्र हलुत् यः श्ना अस्ति तस्य स्थाने शानच् आदेशः भवति हि प्रत्यये परे तत् कारणात् तत्र किं भवति तत् अशानच् यथा आगच्छति तत् अनन्तधातुः भवति तत्र हि प्रत्ययस्य प्रायश्च चिन्तयामि लोपः भवति देयं यत् क्रियादिगणे अङ्गम् अनदन्तम् अतः हि लोपः न भवति परन्तु यदा श्नास्थाने शानच् आदेशः भवति तदा अङ्गम् अदन्तं जातं यथा शानच् अकारान्तः प्रत्ययः अतः आन् आन इत्यस्य योजनेन हि लोपः भवति हि लोपः भवति उदाहरणत्वेन ग्रहयोगश्ना श्ना योग हि नीतिसम्प्रसारणम् अत्र ऋकारस्य रेफस्य ऋकार आदेश ऋकारः भवति सम्प्रसारणं भूत्वा गृहयोगना योगः गृह्णः योगः श्ना स्थाने शानच् आदेशः भवति तत्र गृहयोग गृहयोग आन् आन् योगः नत्वं भूत्वा तत् आण गृहाण गृहाण अत्र गृहाण अत्र योगः अत् अद् अङ्गम् अदन्तम् अस्ति हि लोपः भवति गृहाण एव निष्पन्नं भवति समीचीनं महोदय. तत्र सूत्रमस्ति हलः श्नः शानजौ. शानच् इति एकः प्रत्ययः, अस्माकं यद् शत्रुशानच् इति वदामः तादृशं किमपि नास्ति. शानच् इति क्षम्यतां प्रत्ययः नास्ति, शानच् इति आदेशः. प्रत्ययः नास्ति, आदेशः इति वक्तव्यम् आसीत्. अस्तु, तत्र ग्रह्योगः आन इति आगच्छति इत्संज्ञालोपानन्तरम्, अनन्तरं नत्वं भूत्वा गृहाण योगः इ. इदानीम् अस्माकम् अङ्गं तु अदन्तमङ्गम्. अदन्तमङ्गम् अस्ति चेत् हीतो अतो हेहे इति सूत्रेण लोपः तु भवति एव. अतः गृहाण इति तदेकमेव विशेषकार्यम् अस्ति अस्मिन् गणे. यदा धातुः हलन्तः अस्ति चेत् तत्र एतद् मुख्यविषयः स्मर्तव्यः. हलः श्नः शाणजौ इति सूत्रेण तत्र आन शाणच् इति आदेशः भवति, अनन्तरम् अतो हेहे इत्यनेन तत्र हेहे लुक् भवति. तदेव मुख्यकार्यमस्ति. समीचीनं महोदय, धन्यवादः. अरुणा भगिनी, अतो हेहे सूत्रमेकवारं पठति वा? आं भगिनि, अतो हेहे ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् लोपः भवति, अतः पञ्चमन्तं हे हे सत्यं सत्यन्तं द्विपदमिदं सूत्रं चिनो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन अनुवृत्तिसूत्रम् अतः अङ्गात् हे हे लुक् सूत्रं वदति हश्व अकार अङ्गात् परस्य हि प्रत्ययस्य लुक् भवति हि प्रत्ययः लोट्लकारे मध्यम पुरुषे एकवचने समय आगच्छति तथा तस्य लोपः भवति निमित्तं हस्व अकार अङ्ग अस्ति चेत् हि प्रत्यय परे तदेव तत्समये एव लोपः भवति पूर्ण तस् अनुवृत्तिसहितसूत्रम् अतः अङ्गात् हे हे लुक् इति सूत्रं तदेव अत्र गृह्धातुविषये सानच् प्रत्यय सानच् प्रत्ययेन सानच् आदेशः भवति अत्र गृह् योगः आन योग हि अत्र हि लोपः भवति किमत्र मिस् अङ्गम् अदन्तम् अङ्गम् अस्ति तदेव अत्र हि लोपः भवति ग्रहण गृहाण इति रूपं निष्पन्नं भवति समीचीनम् अग्रे अपि उदाहरणं पठतु भगिनि यथा यदा मुष् योगः श्ना योग हि मुष्ण इति रूपं मुष्ण प्रथमं मुष्ण भवति तदनन्तरं नत्वं किमत्रम् आगच्छति शकार अस्ति तदेव मुष्ण योग हि न स्थाने आन वै हल हलः स्नः स्ना जौहो जौहो इति सूत्रेण जौ इति सूत्रेण न स्थाने आन न आगच्छति आन आगच्छति मुष् योगः आन योग हि मुषाण अतौ हे हे सूत्रेण हि लोपः भवति किमर्थं चेत् अङ्गम् अदन्त अङ्गम् अस्ति मुष् योग आन आन अत्र आकारः अस्ति तदेव हि लोपः भवति रूपम् मुषाण इति रूपं निष्पन्नं भवति समीचीनम् अग्रे तथा एव मृदा युग हि मृदान वद्न युग हि वदान अत्र नकारलोपः अन्दितां भगिनि इति अत्र वा बध्ना योगः हि कुत्र तत्र तु नकारः नास्ति तद् बन्ध धातुः भिन्नः भिन्नधातु ओ अस्तु अस्तु समीचीनमेव भगिनि बन्ध बध्ना आम् समीचीनमेव बध्ना योग हि बधान मत्न मत्न हि मथान प्रत्न हि ऐम् सारि ग्रत्न हि ग्रथान पुष्ण हि पुषाण कृत्न हि कृथान इति क्रयादिगणस्य समग्रं चिन्तनं अधुना क्रयादिगणेयेषु यः कोऽपि भवतु नाम सर्वधातुकलकारेषु वयं सर्वाणि रूपाणि जानीमः इति भाति वयं जानीमः इति अस्तु तत्र भगिनि भवती वदतु मृधान इति अस्ति किल मृध्ना इति मृदान इति रूपं तत्र किमर्थं नत्वं न भवति अत्र दकारात् कुप्वाङ्ग् अत्र न अस्ति तदेव नत्वं न आगच्छति बाधकवर्णदकारादि बाधकवर्णः समीचीनम् उत्तमम् अट् प्रत्याहारस्थवर्णः दकारः नास्ति हयवरट् इत्येव तस्मात् पर्यन्तमेव अट् इति तत्र दकारः अस्ति इति कृत्वा नत्वं न भवति अन्यत्रापि एकस्मिन् स्थले आसीत् किल ग्रध्ना तत्रापि ग्रधान दकारः समीचीनं तदपि स्मर्तव्यं सर्वदा कुत्र न भवति इति अपि अट् कुप् वाङ्गं व्यवाये अपि तत्र अट् कुप् वाङ् नुम् अस्ति चेदेव नत्वं भवति, अन्यत्र न भवति. व्यवाये अपि इत्युक्ते व्यवधानवर्णः किल, मध्ये कः वर्णः अस्ति इति सर्वदा द्रष्टव्यम्. समीचीनं भगिनि, उत्तमम्. इदानीं किं कुर्मः, रूपं साधयामः. किञ्चित् पूर्वं गच्छतु. ए इति बि इति भागात् पूर्वम् आत्मनेपदी लट् ए परस्मैपदी लट् इति यद् स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः इति अन्ये अपितः इति. विजया भगिनी पठति वा तत्? कुत्र भगिनि? ए इति अस्ति, वयं सि पठितवन्तः. पूर्वं गच्छतु किञ्चित् ए. प्राप्तं वा महोदय? परस्मैपदी, परस्मैपदे लट् इति अस्ति खलु भगिनि, तत्र एव खलु? नमस्कारः भगिनि. ए परस्मैपदे लट् तत्र सीतः अन्ति सीतः तः मी वहमः तत्र परस्मैपदे लटि क्रीधातुः क्रीधातुः क्रीञ्ज् योगः श्ना क्रि इति आगच्छति न क्रि योगः न क्रीणा इति अङ्गम् अधः सर्वत्र क्रीणा इति अङ्गम् अधिकृत्य कार्यम् अग्रे सरति तत्र क्रीणा योगः अस्ति लट् प्रथमपुरुषे एकवचनमस्ति अत्र तत्र क्रयादिभ्यः श्ना इति सूत्रम् आगच्छति अतः तत्र ईशस्थाने तत्र लशकतथिते इति सूत्रेण शकारः गच्छति न एव तिष्ठति अनन्तरं तिङ्गप्रत्ययम् अस्ति ति अतः क्रीणाति इति रूपं निष्पन्नं तिङ्गप्रत्ययः भगिनि सार्वधातुकप्रत्ययं खलु भगिनि न न परस् तद् पित् प्रत्ययः वा अपित् प्रत्ययः वा हलादि वा अजादि वा अजादि भगिनि ति इति प्रत्ययः ति इति प्रत्ययः अजादिप्रत्ययः आदि इत्युक्ते किं भगिनि आदिमवर्णः ति इत्यस्य विभजनं करोतु कृपया इ एव आगच्छति इत् योगः इ अतः आदिमवर्णः कः अत् आदिमवर्णः तत्र हजादि हलादि एव खलु भगिनि हल् वर्णः अतः हल् आदि हलादि आदि हलादि अस्तु हलादिः पित्वा पित्वा तत्र गुणकार्यं किमपि नास्ति भगिनि अतः तत्र पित् एव अपित्येव अपित् अपित् अपित् एव तत्र भवती एव इदानीं पठितवती किल परस्मैपदे लट् इति रूपाणि तत्र ब्राकेट् मध्ये किमपि अस्ति तद् पठतु एकवारं स्थूलाक्षरैः स्थूलाक्षरैः लिखिताः प्रत्ययः पितः इति अन्ये अपितः स्थूलाक्षरैः लिखिताः तत्र स्थूलाक्षरैः लिखिताः प्रत्ययः पितः पितः पित् अस्ति हलादि पित् अस्ति क्रीणायोगः ति हलादि पित् अस्ति अनन्तरं तत्र कार्यं भवति वा गुणकार्यं भवति वा न तत्र गुणकार्यं न भवति भगिनि केन बाधितं भवति केन सूत्रेण तत्र सार्वधातुकं सार्वधातुक अपि सार्वधातुकः सार्वधातुक अपि अनन्तरं नित्वत् भवति इति निति च एतत् सर्वं तत्र आगच्छति अतः तत्र गुणकार्यं बाधितमस्ति इदानीं रूपं किं क्रीणाति इति तादृशं वक्तव्यं भगिनि तद् क्रीणाति इति रूपमेव न आवश्यकं रूपं तु वयं प्रथमस्तरे यदा प्रवेशपरिचय तत्र साधितवन्तः इदानीं प्रक्रिया वक्तव्या अस्तु क्रीणायोगः तः तादृशमेव वदतु इदानीं तः इत्यस्य स्वभावः कः तत्र तः इति अपित् अस्ति सार्वधातुकम् अपित् अस्ति हलादि वा हलादि समीचीनं हलादि अपित् अस्ति अनन्तरं तत्र तत्रापि श्ना इति तत्र न एव तिष्ठति अनन्तरं तत्र तत्रापि सार्वधातुकम् अपित् अस्ति अनन्तरं क्रीण रूपं तत्र किमपि कार्यं क्रीणि क्रीणि तत्र नी इति अस्ति खलु भगिनि क्रीणाति प्रथमं नकारः एव तिष्ठति खलु श्ना इति अनन्तरं तत्र नी इति फटु अट्टुकुप् वाङ् अट्टुकुप् वाङ् नुं व्यव व्यवयायो अपि एतत् सूत्रं नेन सूत्रेण तत्र नत्वं मूर्धन्यनकारः आगच्छति अतः क्रीणीतः इति रूपं निष्पन्नम् अस्तु तत्र नत्वं समीचीनं भगिनि किमर्थम् इकारः आगच्छति इकारः तत्र इ अल् यगोः इति सूत्रम् आगच्छति अतः तत्र नकारस्य स्थाने आकारस्य स्थाने इकारः आगच्छति समीचीनम् अल् यगोः इति सूत्रं कार्यं करोति अनन्तरं तत्र अट्कुप् वाङ् वाङ् इति सूत्रेण तत्र दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगच्छति अतः तत्र वर्ण मेलनमेव अनन्तरं कार्यं क्रीणतः इति आगच्छति क्रीणतः वा क्रीणीतः वा क्रीणीतः तत्र इति सूत्रेण आकारस्य स्थाने ईकारः आगच्छति अतः क्रीणीतः इति आगच्छति अनन्तरं क्रीन् बहुवचनं प्रथमपुरुष बहुवचनं क्रीणन्ति इति आगच्छति तत्रापि सार्वधातुकम् इदं तत्र अजादि सार्वधातुकम् अपि अस्ति अत्र अत्र जोन्तः इति सूत्रं कार्यं करोति अतः जोन्तः किमर्थं भगिनि इदानीं तु अस्माकं पार्श्वे अस्ति खलु सिद्धप्रत्ययः अस्ति सिद्धप्रत्ययः अस्ति अङ्गम् अस्ति अतः कार्यमेव वदतु तद् पुनः पूर्वं पूर्वं मा गच्छतु क्रीणायोगः अन्ति अतः जोन्तः इति पूर्वम् इदानीं साधितं सिद्धप्रत्ययः अस्ति अन्ति इति अन्ति इदानीं कार्यं करोतु क्रीणायोगः अन्ति भवती यद् उक्तवती समीचीनम् अजादि अपित् अस्ति सम्यक् गुणः न भवति सम्यक् अनन्तरं तत्रापि ह्रस्वनकारस्य स्थाने मूर्धन्यनकारः आगच्छति अट्कुप् इति सूत्रेण क्रीण इति अस्ति अनन्तरं वर्णमेलनेन क्रीणन्ति इति अस्ति ह्रस्वत्वं कथं भवति अन्य सहायं करोति वा समीचीनं स्नाभ्यस्तयो रातः इति सूत्रेण अकारस्य ह्रस्वत्वं क्रीणन्ति इति रूपं सम्यक् अग्रिमं क्रीणायोगः अस्ति अनन्तरं मध्यमपुरुषे एकवचनं तत्र तत्रापि तत्र तादृशमेव कार्यं क्रियादिभ्यः श्ना इति तत्र शकरस्य लोपः भवति अनन्तरं क्रीणा इति अस्ति अनन्तरं तदपि सार्वधातुकमपि अस्ति अनन्तरं नकार तत्र सि इति पूर्वं तत्र किम् अस्ति स्थूलाक्षरैः लिखिताः प्रत्ययः पृथक् अस्ति अनन्तरं तत्र सार्वधातुकमपि अस्ति अत्र पूर्णकार्यं नास्ति नकारस्य स्थाने अटुकुप् इति कार्यं करोति अतः क्रीणा इति अस्ति अनन्तरं सि इति योजनेन क्रीणा सि इति अस्ति तत्र आदेशप्रत्ययोः कार्यं करोति वा तत्र न कार्यं करोति सि एव तिष्ठति खलु किमर्थं आदेशप्रत्ययोः कार्यं भवति वा अत्र न भवति खलु भगिनि आदेशप्रत्ययः इति न भवति इण्कोः एव अस्ति अत्र आकारः अस्ति अतः न भवति समीचीनम् इण् प्रत्यारस्थवर्णः नास्ति आ इति समीचीनम् उत्तमं तत् चिन्तनमपि सर्वदा भवेत् इण्कोः वर्णः इन् अकारः वा आकारः वा इन् प्रत्याहारस्थवर्णः नास्ति इन् इति प्रत्याहारः विशेषप्रत्याहारः अस्ति तत् अकारः अकारः त्यक्त्वा आरम्भं भवति इकारः आरभ्य लण् पर्यन्तं यद् णकारः अस्ति तस्मात् पर्यन्तं गच्छति एकः एव प्रत्याहारः यदा वयम् इन् इति वदामः तद् लण् इति पर्यन्तं गच्छति अन्यत्र अण् इति वदामः चेत् आ इ उ इन् तद् तादृशं तत् प्रथमसोपाने एव तद् स्थगयति परन्तु इन् इति विशेषप्रत्याहारः अस्ति यद् लण् पर्यन्तं गच्छति समीचीनम् अतः आदेशप्रत्ययोः इत्यनेन षत्वं न भवति समीचीनम् अग्रिमम् ईत्वमपि न भवति पित् अस्ति अतः सा उक्तवती अपित् इति अतः ईत्वं न भवति यद्यपि हलादिपित् अस्ति समीचीनम् अग्रिमं करोतु भगिनि विजया भगिनी अस्ति वा तत्र अपि क्रीणा योगः तः इति अस्ति तत्र अपि सार्वधातुकमपि अस्ति गुणकार्यं नास्ति इ अल् यगोः इति अपि कार्यं करोति अतः नकारस्य स्थाने इ इति आगच्छति तत्रापि अट् कुप् वाङ् नुं व्यववायेपि इति सूत्रं कार्यं करोति मूर्धन्य नकारः आगच्छति अतः क्रीणीतः इति आगच्छति अनन्तरं तादृशमेव तत्र क्रीणीत इति मध्यमपुरुषबहुवचनमस्ति अनन्तरम् उत्तमपुरुषे एकवचनं क्रीणामे इति अस्ति तत्र तत्र तत्रापि तादृशमेव कार्यं करोति तादृशमेव करोति अतः क्रीणामि इति आगच्छति तादृशम् इत्युक्ते तत्र क्रीणा इति अस्ति खलु भगिनि क्रीणा इति तदेव मम प्रश्नः ओ अस्तु अस्तु अस्तु तत्र अटुकुप् वाङ् वाङ् इति नकार दन्ते नकारस्य स्थाने मूर्धन्यनकारः आगच्छति क्रीणामि क्रीणा इति आगच्छति अनन्तरं मि इति वर्णमेलनेन क्रीणामि इति अस्ति अग्रिम क्रीणीवः इति अस्ति वः इति नकार ना इति क्रीणा इति अस्ति अनन्तरं तत्र इ अल् यगोः इति सूत्रेण नि आगच्छति अनन्तरं क्रीणी इति अस्ति मूर्धन्य अटुकुप् इति सूत्रेण मूर्धन्य नकारः आगच्छति क्रीणी इति आगच्छति अनन्तरं वः इति मेलनेन क्रीणी वः इति अस्ति अनन्तरं क्रीणीमः तादृशमेव तत्र मह योजनेन क्रीणीमः इति रूपं निष्पन्नं. समीचीनं, क्रीणीमः. धन्यवादः. अस्तु, रघुपतिमहोदय लोट् वदति वा? तत्र पूर्वमस्ति महोदय रूपं, क्षम्यतां, सिद्धप्रत्ययः. एकवारं लोट्लकारे लोट्लकारे लोट्लकारे लोट्लकारे क्री तु आनि आव आम्. अस्तु, इदानीं क्रीणा क्रीणायोग तु अस्ति, अत्र किमपि कार्यमस्ति, क्रीणा तु इति अस्ति, तात् इति अस्ति, क्रीणायोग तात् अस्ति, ईहल्लेगो इति सूत्रेण क्रीणीतात् इति भवति, क्रीणीतात् क्रीणीताम् इति, क्रीणीतात् अहं वदामि हलादि अपि अस्ति चेत् क्रीणीतात् क्रीणीतात् इति भवति. इदानीम् अग्रिम द्वितीय द्विवचने अस्ति, क्रीणीताम् इति भवति हल् ईहल्लेगोः. अन्तु अस्ति, क्रीणन्तु इति भवति, आकार अष्टाभ्यस्तवरातः इत्यनेन आकारस्य लोपः भवति, अतः क्रीणन्तु इति भवति. इदानीं क्रीणी इदानीं क्रीणीः क्रीणीः एकवारं क्रीणायोग हि अस्ति, अपित् अस्ति, अतः अत्र ईत्वं भवति, क्रीणीः इति भवति, क्रीणीः एकवारं अद्य पठितवन्तः तस्य सूत्रस्य प्रसक्तिः अस्ति वा, तस्य प्रसक्तिः अस्ति वा अत्र एकवारं किम् अस्ति अहीपत्यस्य पुत्र लट्लकार अस्तु हलन्तदातु अस्ति चेदेव अस्तु अस्तु हलन्तदातु अस्ति चेदेव भवति कीदृशमपि हलः श्नः शाञ्जः अस्तु अत्र हलन् न अत्र हलन्तदातु नास्ति अत्र अजन्तदातु अस्ति अतः न भवति क्रीणीः क्रीणीः इति भवति क्रीणीः अस्तु ईत्वमस्ति अतः क्रीणीः इति भवति क्रीणीतात् क्रीणीतम् अत्र बीहल्लोगो सर्वत्र क्रीणीत इति इदानीं क्रीणीयोग आनि अस्ति क्रीणायोग आनि अत्र अत्र स्थाभ्यस्तरात इत्यस्य सूत्रस्य प्रसक्तिः नास्ति अत्र सवर्णदीर्घसन्धिः अस्ति क्रीणा क्रीणानि क्रीणा क्रीणानि इति एकवारं अट्कु अस्तु क्रीणानि एव भवति अत्र नत्वं न भवति अहं चिन्तयामि क्रीणानि नकारस्य नकारस्य नकारेण बाधा भवति एकवारं क्रीणानि अस्तु क्रीणानि क्रीणा क्रीणा वा इति अत्रापि स्नाभ्यस्वरात अस्य सूत्रस्य प्रसक्तिः नास्ति सवर्णदीर्घसन्धि क्रीणा वा क्रीणाम इति तत्र आट् आट् उत्तमस्य पिच इति सूत्रं कार्यं करोति अतः एव पित् अस्ति अत्र स्थूलाक्षरे लिखितमस्ति आनि आवाम अन्यथा न भवति आनि एव भवति पित् पित् अस्ति परन्तु आडुत्तमस्य पित् इत्यनेन इदानीं पित्तम् आरोपितम् अतः एव आरोपितं भगिनि किमर्थम् अत्र उत्तमपुरुष प्रत्यय एकवचनम् अत्र अजादि अपित् अस्ति न भगिनि आनि किमर्थं स्नाभ्यास्तयोर् अतः कार्यं न किं करोति तत्र स्नाभ्यस्तयोर् अतः इति अस्य अनुवृत्तिसहितसूत्रम् एकवारं पश्यतु भगिनि तत्र स्नाभ्यस्तयोर् अतः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् एकवारं पठतु अत्र ए इति भागात् पूर्वम् अस्ति ईहल्यगोः तस्मात् पूर्वं स्नाभ्यस्तयोरातः अङ्गस्य कृष्णा प्रत्ययस्य अभ्यस्तसंज्ञकयोः अनुवृत्तिसहितसूत्रम् अङ्गस्य स्नाभ्यस्तयोः आर्थः लोपः निति सार्वधातुके अर्थः कः अतः गुणकार्यं नास्ति भगिनि अत्र एकनिमिषम् अरुणा भगिनी स्पष्टं वा इदानीम् अङ्गस्य श्ना अभ्यस्तयोः यदा श्ना प्रत्ययः अङ्गस्य यदा श्ना प्रत्ययः अस्ति वा अभ्यस्तसंज्ञकधातुः अस्ति वा तत्र आतः आतः इत्युक्ते तपरकरणं कृतमस्ति आकारस्य लोपः कदा भवति सार्वधातुक ङित् कित् ङित् प्रत्ययः परे अस्ति चेत् भवति कित् ङित् कदा भवति अपित् अस्ति चेदेव कित् ङित् भवति किल अवगतं भगिनि तत्र पित्वं तत्र आरोपितमस्ति अतः तत्र न भवति अन्यत्र सर्वत्र यत्र अपित् अस्ति तत्र भवति धन्यवादः अस्तु इदानीं पृच्छतु भगिनि विजया भगिनि तत्र क्रीणाहि इति आगच्छति खलु प्रथमं सि एव अस्ति तत्र सेय पिच इति सूत्रेण एव हि इति प्रत्ययं निष्पन्नं खलु भगिनि आं तद् तु वयं पूर्वमेव साधितवन्तः किल मूलप्रत्ययात् सिद्धप्रत्ययः एकवारं तत्र तत् पुनः पुनः न करणीयं तद् एकवारम् अङ्गं साधनीयं यदा क्रीणा इति अङ्गमस्ति चेत् एकवारं तत्र अट्कुप्वाङ्नुम् अभवत् विकरणप्रत्ययः अभवत् इदानीं सिद्धप्रत्ययः अस्ति चेत् तस्मात् अग्रे किं प्रक्रिया इत्येव चिन्तनीयम् पुनः पुनः पूर्वं गच्छति चेत् तद् भ्रमः भवति तद् क्रमः मास्तु इति एव पुष्पदीक्षितमहोदयस्य क्रमः तस्य प्रक्रिया कथम् अस्ति इति चेत् अङ्गम् एकवारं साधितवन्तः सिद्धप्रत्ययः अस्ति इदानीं तस्य मेलनं किं कार्यं भवति तदेव वैशिष्ट्यमस्ति माता पुष्पदीक्षितमहोदयस्य क्रमस्य यदा वयं पूर्वं अन्यत् सिद्धान्तकौमुदी वा तत्र लघु सिद्धान्तकौमुदी पश्यामः तत्र पुनः पुनः साधयन्ति तत्र हि इति प्रत्ययात् आरभ्य तद् सि इति प्रत्ययात् आरभ्य पुनः हि कथम् आगच्छति इति तद् भ्रमः जनयति इति कृत्वा तस्य वैशिष्ट्यम् एतदस्ति तद् आम् रूपेण सिद्धरूपेण निष्पन्नं तत्र यद् अष्टाध्यायी डाट् काम् मध्ये भवती पश्यति तद् सिद्धान्तकौमुद्याः क्रमः अस्ति तद् सहायकरूपेण स्वीकरोतु परन्तु तद् क्रमः महोदय माता पुष्पदीक्षितमहोदयस्य क्रमः नास्ति तत्र पुनः यदा सूत्रसङ्ख्या अपि पश्यति तत्र भेदः भवति पुनः पूर्वम् अनन्तरम् इति आगच्छति अत्र तु स्पष्टतया सरलरूपेण दत्तमस्ति एतद् अवगच्छन्तु अनन्तरं यदा भवती अन्यद् क्रमं पठति चेत् सौकर्यं भवति तावदेव मेलनमेव तावदेव धन्यवादः अस्तु महोदय अग्रे क्षम्यताम् आनी आवाम अभवत् किल महोदय आमाम् अभवत् भगिनि न समीचीनं महोदय धन्यवादः श्रीवल्ली भगिनी अस्ति वा लङ् लकारः करोति वा भगिनि आं भगिनि नमस्ते क्षम्यताम् आम् इण्टर्नेट् प्राब्लम् हेवि रेन्स् इन् हैदराबाद् ऐ हर्ड् ईवन् अवर् हौस् वास् फ्लडेड् यस्टर्डे मार्निङ्ग् एण्टैर् वाटर् केम् इन् सैड् सारी भगिनि लङ् लकारः भगिनि क्रीणा क्रीणायोगः इत्तामन् प्रथमपुरुषे एकवचने तकार इति प्रत्ययः तकार हलादि पित् प्रत्ययः इति कुत्र कार्यं कोऽपि नास्ति अङ्गस्य आकारान्ते सति गुणकार्यमपि न भवति रूपं क्रीण योगहता क्रीणात् लुङ् लङ् लृङ्षु अडुदात्तः इति अडागमः अक्रीणात् इति रूपं भवति द्विवचने ताम् ताम् इति हलादि अपि प्रत्ययः हल् ई हल् यगोः इति सूत्रेण आकारस्य स्थाने ईकारः आदेशः भवति क्रीणीताम् इति रूपं सारि अक्रीणीताम् इति रूपं भवति बहुवचने अन् अन्प्रत्ययः अक्रीणन् इति रूपं भवति सकार मध्यमपुरुषे सकारः पितस्ति हलात् पितस्ति गोपिकार्यं नास्ति अक्रीणाः इति रूपं भवति षष्ठजुषुरुः विसर्गः समीचीनं वदतु षष्ठजुषुरुः इति सूत्रेण सकारस्य पदान्तसकारस्य स्थाने विसर्गः करि करवसानयोः विसर्जनीयः इति सूत्रेण विसर्गः भवति रूपम् अक्रीणाः द्विवचने तम् इति प्रत्ययः हलादि अपि प्रत्ययः इति चेत् ई हल्येकोः इति सूत्रेण ईकारादेशः भवति अक्रीणीतम् इति भवति तदा एव अक्रीणीत ता इति हलादि अपि प्रत्ययः ईकारः आदेशः भवति अक्रीणीत इति रूपं भवति बहुवचने अम् अम् इति अजादि प्रत्ययः अजादि पित् प्रत्ययः अत्रापि अक्रीणाम् इति सन्धिकार्यमेव अक्रीणाम् इति रूपं भवति वकारः हलादि अपि प्रत्ययः अक्रीणीव इति रूपं भवति मकारः हलादि अपि प्रत्ययः अक्रीणीम इति रूपं भवति अक्रीणीम समीचीनम् उत्तमं धन्यवादः भगिनि अस्तु अरुणा भगिनी विधिलिङ्ग् वदति वा आं भगिनि विधिलिङ्ग् लकारः सर्वे प्रत्ययः अपित्येव ततः प्रथमं क्रीणायोगः यात् हलादि अपित् अस्ति ततः ईहल्यगोः इति सूत्रेण ईकार आकारस्थाने ईकार आगच्छति क्रीणी योगः यात् क्रीणीयात् इति रूपं मध्यं द्विवचने क्रीणीयातं क्रीणीयुः मध्यं पुरुषे क्रीणीयाः क्रीणीयातं क्रीणीयात क्रीणीयां क्रीणीयाव क्रीणीयाम इति रूपाणि भवन्ति समीचीनम् उत्तमम् अतः सर्वे अपितः इति कृत्वा तत्र ईहल्यगोः इत्यस्य एव कार्यं समीचीनं भगिनि धन्यवादः महोदय राजेन्द्रमहोदय आत्मनेपदी लट् क्री धातुः उभयपदी अस्ति अतः तत्रापि साधयामः अस्माकम् अङ्गं तु क्रीणा अस्ति ते प्रत्ययः हलादि अपि अस्ति तत् कारणात् तत् अकारस्य ईकारादेशः भवति ईहयोः सूत्रेण क्रीणीते आते अजादि अपि अस्ति तत् कारणात् तत्र अश्नाभ्यस्योरात् सूत्रेण तत् आकारस्य लोपः भूत्वा तत् क्रीणाते क्रीणाते भवति अते तत्रापि श्नाभ्यस्योरात् सूत्रेण तत् आकारस्य लोपः भूत्वा क्रीणाते क्रीणाते रूपं भवति से क्रीणा अत्रापि हलादि अपि अस्ति तत् कारणात् तत्र हलादि अपि अस्ति तत् ईयल्योगोः सूत्रेण तत् आकारस्य ईकारादेशः भवति क्रीणीषे अत्र आदेशप्रत्ययोः सूत्रस्य प्रसक्तिः अस्ति क्रीणीषे भवति आथे अजादि अपि अस्ति तत् कारणात् तत्र शनागस्योरा सूत्रेण तत् आकारस्य लोपः भूत्वा क्रीणाथे द्वे अत्रापि अत्र हलादि अपि अस्ति, तत् कारणात् तत् ईहल्योः सूत्रेण तत् आकारस्य ईकारादेशः भवति, त्रीणि द्वे निष्पन्नं भवति. ए अत्र अजादि अपि अस्ति, तत् कारणात् तत्र अत्र अजादि अपि अस्ति, तत् कारणात् तत्र नश्नाभस्योरा सूत्रेण तत्र आकारस्य लोपः भूत्वा क्रीणे क्रीणे निष्पन्नं भवति. वहे हलादि अपि अस्ति, तत् कारणात् तत्र आकारस्य ईकार आदेशः भवति, ईहल्योः सूत्रेण तत् क्रीणीमहे अपि च महे अपि तथैव क्रीणीमहे. उत्तमं महोदय, धन्यवादः. तत्र यद्यपि तद्वयं दृष्टवन्तः, तत्र ग्रीणायोगः सि इत्यत्र प्रथमैपदी मध्यमपुरुष एकवचने तत्र इन्कोः नास्ति इति कृत्वा तत्र तु सत्त्वं न भवति, परन्तु आत्मनेपदी मध्यमपुरुष एकवचने क्रीणी इति ईहल्यगोः इत्यनेन ईकारः इदानीम् आगच्छति इति कृत्वा तत्र सत्त्वं भवति, क्रीणीषे इति वैशिष्ट्यमस्ति तत्र. स्मर्तव्यं समीचीनम् अस्तु. विजया भगिनी लोट्लकारः करोति वा? आं भगिनि, तत्र ताम् आताम् अताम् स्व आतां द्वम् ऐ आवहै आमहै इति अस्ति लोट्लकारे आत्मनेपदीनः. तत्र ताम् इति अस्ति क्री नकार अकारस्य स्थाने तत्र ईकारः भवति, ई ऐ यगोः इति सूत्रेण क्रीणि इति अस्ति. अनन्तरं तां योजनेन क्रीणीताम् इति अस्ति. अनन्तरं क्रीणाताम् इति अस्ति आताम् इति. तत्र अपि यो तत्र तयोः आतः इति सूत्रेण आताम् अतः तत्र क्रीणाताम् इति रूपं निष्पन्नं. तत्रापि दन्ते नकारस्य स्थाने अटुकुप् इति सूत्रेण मूर्धन्यनकारः आगच्छति, अतः क्रीणाताम् इति अस्ति. अनन्तरं क्रीणताम् इति ह्रस्वनकारः तत्र अपि तादृशमेव स्नाभ्यस्तयोरात्तः इति सूत्रेण कार्यं करोति. अनन्तरं तत्र अटुकुप् इति सूत्रेणापि तत्र दन्त्य मूर्धन्यनकारः आगच्छति, क्रीणताम् इति. अनन्तरं मध्यमपुरुषे एकवचन स्व इति अस्ति, क्रीणीष्व इति. तत्र स्व इति सूत्रं स्वाभ्यां वामौ इति सूत्रेण स्व आगच्छति. तत्र अपि ई हल् यगोः कार्यं करोति. अनन्तरम् आदेशप्रत्ययोः इति अपि तत्र कार्यं करोति, अतः ह्रस्व दन्ते सकारस्य स्थाने मूर्धन्यषकारः आगच्छति. अटुकुपति अपि कार्यं करोति, दन्ते नकारस्य स्थाने मूर्धन्यनकारः, अतः क्रीणीष्व इति रूपं निष्पन्नं मध्यमपुरुषे एकवचनं. अनन्तरं क्रीणी आताम् इति अस्ति, तत्र अपि श्नाभ्यस्तयोः आत्तः इति सूत्रं कार्यं करोति, अटुकुप् अपि कार्यं करोति, अतः तत्र आताम् इति क्रीणाताम् इति रूपं निष्पन्नम्. अनन्तरं क्रीणि द्वं क्रीणि योगः द्वम् एव तत्र. तत्रापि ई अल् यगोः कार्यं करोति, अटुकुप् कार्यं करोति, अतः तत्र क्रीणी द्वम् इति अस्ति. अनन्तरं क्रीणै उत्तमपुरुषे एकवचनमस्ति, तत्र स्त्रीनै इति अस्ति स्त्रीनै तत्र न क्रीन् क्रीन् अका तत्र ऐकारः आगच्छति नकार अकार ऐकारः स्थाने वृद्धिः भवति अतः क्रीनै इति रूपं निष्पन्नं उत्तमपुरुषे एकवचनं अनन्तरं क्रीणावहै इति अस्ति किं भगिनि वृद्धिसूत्रं किं भगिनि वृद्धिसूत्रं वृद्धि वृद्धिरेचि इति सूत्रमस्ति खलु भगिनि आकारः योगः ऐकारः इति वृद्धि वृद्धि अनन्तरं क्रीणावहै इति अस्ति क्रीणावहै इति अस्ति तत्र तत्र एव आड् उत्तमस्य पिच्छे इति सूत्रं कार्यं करोति अनन्तरं किमर्थं सूत्रम् इदानीम् आड् उत्तमम् आवहै इति अस्ति खलु भगिनि अद् सिद्ध तिङ् प्रति अस्तु भगिनि तत्र क्रीणा इति अस्ति तत्र वहै इति अस्ति तत्र अपि नकारस्य स्थाने मूर्धनि नकारः आगच्छति क्रीणावहै इति रूपं निष्पन्नं अनन्तरं क्रीणामहै अपि तादृशमेव क्रीणामहै इति वा क्रीणायोगः आवहै इत्यत्र कार्यमस्ति वा क्रीणा तत्र तत्रापि नकार दन्ते नकारस्य स्थाने मूर्धनि नकारः अटुकोपि इति सूत्रेण कार्यं करोति आमहै इति पूर्वमेव तिष्ठति अतः कीर्णामहै इति रूपं निष्पन्नम् उत्तमपुरुषस्य बहुवचने आकारः सन्धि किं भगिनि तत्र अकः सवर्णदीर्घः कार्यं करोति तदस्ति किल तद् वक्तव्यम् अस्तु क्रीणावहै क्रीणामः समीचीनम् अस्तु रघुपतिमहोदय लङ्लकारः लङ्लकारः अत्र तान्त्वम् ई वहिमहि अत्र सर्वत्र अपित् अस्ति अतः कार्यद्वयमस्ति हलादि अपित् अस्ति चेत् ईत्वम् अजादि अपित् चेत् स्नाभ्यस्तव्यवराथ इत्येन आकारस्य लोपः भवति अतः क्रीणात इति क्रीणीता लङ्लकारे अक्रि अस्तु अकारस्य आगमः अट् अक्रीणत एकवारम् अक्रीणीतः अक्रीणीत अक्रीणाताम् अक्री एकवारम् एकवारं अक्रीण क्रीणीत अक्रीणीत इति भवति प्रथमं तु अक्रीणीत इदानीम् अक्रीणाताम् इति भवति अत्र आकारस्य लोपः भवति अक्रीणाताम् इदानीम् अग्रे अक्रीणत इति रूपम् अक्रीणत अग्रे इदानीं ताः इति अस्ति इदानीम् अत्र ईत्वं भवति आकारस्य अतः अक्रीणीत अक्रीणीताः इति भवति अग्रे अक्री नाताम् इति अत्र आकारस्य लोपः भवति अक्रीणाताम् अक्रीणीध्वम् इति भवति अत्र हल इल लघु इति सूत्रेण क्रीणीध्वं भवति आकारस्य स्थाने इदानीम् इ अस्ति अतः अत्र अष्टाभ्यस्तवरात इत्यस्य आकारस्य लोपः भवति अक्रीणि इति भवति अक्रीयोग नकारयोग इ अस्तु अक्रीणि इति भवति अत्रापि ईत्वम् अग्रे वहि महि अत्र अक्रीणीवहि अक्रीणीमहि इति रूपाणि सम्यक् महोदय धन्यवादः श्रीवल्लि भगिनी विधिलिङ्गि वदति वा आं भगिनि विधिलिङ्गकारः सर्वे प्रत्ययाः अपित् अस्ति अजादि अपित् ईत ईयाताम् ईरन् ईताः ईयाताम् ईत्वम् ईया ईवहि ईमहि इति श्नाब्दस्तयोरातः इति सूत्रेण श्नाप्रत्ययस्य आकारस्य लोपः भवति. रूपाणि क्रीणीत क्रीणीयाताम् क्रीणीरन् क्रीणीताः क्रीणीयाथा क्रीणीत्वं क्रीणीयः क्रीणीवहि क्रीणीमहि इति रूपाणि. सूत्रं किम् उक्तवती भगिनि? श्नाभ्यस्तयोरातः इति सूत्रेण अजादि इति निद्वत् इति अङ्गस्य स्नाभ्यस्तयो आतः लोपः निति सार्वधातुके प्रत्यये परे सर्वे प्रत्ययाः अपि तस् समीचीनम् उत्तमम् अस्तु. तावदेव अत्र क्री धातुः. इदानीं ग्रह् धातुः तस्यापि रूपाणि साधयामः. अरुणा भगिनी प्रथमम् अङ्गं साधयति वा? ग्रह् धातुः अङ्गं कथं भवति? ग्रह् योगः श्ना आं भगिनि प्रथमं ग्रह् योगः ग्रह् धातु सम्प्रसारणं भवति. ग्रहीज्य वै दधि वष्टि पिचति वृष्टि पृच्छति पृच्छतीनां किनिति नीति च सूत्रेण ग्रह् धातु गृह् रेफास्थाने रुकार आगच्छति. गृह् इति गृह्योगः स्न गृह्ण नकार नत्वं भवति. गृह्ण इति अङ्गं भवति. इदानीं लटीरूपं वदतु. आं समीचीनम् उत्तमं. तत्र लटीरूपम् आरम्भं करोतु. गृह्णयोगः ति इति अजादि पित् अस्ति परन्तु अलादि वा अजादि वा? हलादि हलादि पित् पत्ना इति गुणकार्यं न भवति भगिनि. किमर्थं न भवति? अङ्गान्ते कः वर्णः अस्ति? न अङ्गान्ते समीचीनं. तदेव कार्यं तदेव कारणम् अस्ति. गृह्णा योगः ति तत्र अङ्गान्ते तत्र तु आकारः अस्ति. प्रसक्तिः अस्ति चेदपि न भवति. समीचीनम्. आं वदतु इदानीं. योगः गृह्णाति इति रूपं गृह्णयोगतः अथवि हलादि अपित् अस्ति. ततः ई हल्यगोः इति सूत्रेण ईकारः भवति. गृह्णीतः इति रूपं निष्पन्नं भवति. अन्ति अजादि अपित् अस्ति. स्नाभ्यासयोर् अतः इति सूत्रेण आकारलोपः भवति. गृह्णन्ति गृह्णन्ति इति रूपं निष्पन्नं भवति. तदेव भगिनि आं समीचीनं. गृह्णयोगः सि सि इति हलादि पित् अस्ति. ततः वर्णमेलनमेव कृष्णसि एव षत्वं न आगच्छति. किमर्थं चेत् आकारः अस्ति तदेव अट्कुप्वान् इक् वर्णः नास्ति चेत् षत्वं न भवति. आदेशप्रत्ययोः आदेशप्रत्ययसूत्रेण न भवति. गृह्णा तः इति हलादि अपि अस्ति, ततः ई हल्यघोः इति सूत्रेण ईकार आगच्छति. गृह्णातः गृह्णीतः गृह्णीथ इति रूपं पुत्तं पुरुषे गृह्णयोः मे हलादि पित् अस्ति गृह्णामि इति केवलं भवति सवदीर्घसन्धिषु न सवदीर्घ न गृह्णामि एव रूपं वः अपि हलादि अपित् अस्ति ततः स्नाभ्यास्तयोरातः इति सूत्रेण आकारलोपः भवति गृह्णावः गृह्णामः इति रूपं निष्पन्नं भवति. तत्र उत्तमपुरुष द्विवचने रूपं किं भगिनि? गृह्योगः गृह्णायोगः हलादि अपि सो ई आगच्छति वा गृह्णीव क्षम्यता गृह्णीव गृह्णीवः गृह्णीमः समीचीनं गृह्णीवः गृह्णीमः समीचीनम् उत्तमं भगिनि धन्यवादः. राजेन्द्रमहोदय लोट् लकारः वदति वा? वदामि अस्माकम् अङ्गं तु गृह्णः अस्ति गृह्णः योग तु प्रत्ययः लोट् लकारे तत् हलादि पित् प्रत्ययः अस्ति तत् कारणात् कोऽपि कार्यं नास्ति गृह्णातु रूपं तात् द्वितीयरूपम् अस्ति लोट् लकारे प्रथमपुरुषे तत्र तात् हलादि अपि अस्ति तत्कारणात् तत्र ईहल्यसूत्रेण तत् आकारस्य स्थाने ईकारादेशः भवति गृह्णी तात् भवति तथैव ताम् अपि हलादि अपि अस्ति तत् गृह्णी तात् ईहल्योगसूत्रेण तत्र ईकारादेशः भवति गृह्णा योग अन्तु अत्र अजादि अपि अस्ति तत् कारणात् तत्र शनाभ्योरात् सूत्रेण तत् आकारस्य लोपः भूत्वा तत् गृह्णन्तु भवति अत्र हि हि अत्र हि प्रत्ययः मध्यमपुरुषे एकवचने हि प्रत्ययः अस्ति तत् हि त अत्र तु विशेषसूत्रम् अस्त अस्ति अतः यथा गृह्णः योग हि हि भवति तत् इदानीं किम् अस्ति तत् सूत्र हल्ह श्नः शान् जञ्जोः सूत्रेण तत् शानच् आदेशः भवति न श्ना स्थाने स्थाने तत् शानच् आदेशः भवति तत् शानच् तु चकारस्य हलन्त्यं लोपः भवति शकारस्य शुकृतस्य सूत्रेण लोपः भवति आन् एव अवशिष्यते अत्र भवति गृहयोग आन् गृहान् गृहान् भवति अत्रापि नकारस्य नत्वं भूत्वा तत् गृहान् गृहान् योग हि अत्र इदानीं तु अङ्गं तु अदन्तमस्ति अदन्तमस्ति तत् कारणात् तत् हतोहेः सूत्रस्य प्रसक्तिः अस्ति हिकारस्य हि प्रत्ययस्य लोपः भूत्वा तत् गृहान् एव निष्पन्नं भवति तत् अन्तर्गत्वा गृह्णायोगतात् हलादि अपि प्रत्ययः अस्ति तत्र ईकारस्य ईकारस्य आदेशः भवति ई हल्योगो सूत्रेण तत्र गृह्णीतात् तम् अपि हलादि अपि अस्ति तत्कारणात् गृह्णीतं त हलादि अपि तत्कारणात् तत् ई हल्योगसूत्रस्य आकारस्थाने ईकारादेशः भूत्वा तत् गृह्णीत भवति आनि आव आम् त्रीणि प्रत्ययाः ये सन्ति तत्ते अजादि अजादि पित् प्रत्ययाः सन्ति अत्र कोऽपि कार्यं न भवति गृह् केवल क्षम्यतां भगिनि अजादि पित् प्रत्ययाः सन्ति अत्र एकमेव कार्यम् अस्ति अत्र अकसुवर्णदीर्घसूत्रेण तत् वर्णमेल सुवर्णदीर्घसन्धिः भवति अत्र गृह्णाणि गृह्णाणि गृह्णाव गृह्णाम अत्र रूपं उत्तमं महोदय धन्यवादः. अस्तु विजया भगिनी लङ्लकारः वदति वा? तत्र त आताम् अत ताः आतां द्वं ई वहि महि इति सिद्धतिङ् प्रत्ययः लङ्लकारे अस्ति. तत्र प्रथमरूपम् अगृह्णात् इति अस्ति. तत्र तदेव अहमपि चिन्तितवती. अत्र पत्रम् उद्घाट्य दृष्टवती किं कुत्र ई वहि महि आगच्छति इति. लङ्लकार परस्मैपदी भगिनि. तत्र आत्मनेपदी इति सिद्धतिङ्प्रत्ययः पूर्वमस्ति खलु भगिनि. एतदेव मया पठितं लङ्लकारे. ओ लङ्लकार परस्मैपदी आत्मनेपद किं भगिनि तत्र वदतु भगिनि. लङ्लकारे लङ्लकारे इत् ताम् अण् इस् तं त अं व मा. अस्तु अस्तु अस्तु भगिनि. तत्र अगृह्णात् इति सू अगृह्णात् इति रूपं निष्पन्नं. तत्र अपि श्ना इति प्रतिं क्रियादिभ्यः श्ना इति अस्ति. शकारक इद् हलन्त्यं लसकतटिते इति सूत्रेण गच्छति. अनन्तरं तत्र गृह्णा इति अस्ति खलु भगिनि. तत्र रसाभ्यां नत्वे रकारः गृहणं भवति. अतः तत्र पठति भगिनि भवती कुत्र कुतः दृष्ट्वा पठति. तत्र नास्ति वा एतत् नकारस्य स्थाने मूर्धनि नकारः एतत् पत्तु. परन्तु वयं तु अङ्गं साधितवन्तः किल इदानीं गृह्णा सिद्धाङ्गमस्ति सिद्धप्रत्यय अस्ति इदानीं योजने. अतः लुङ् लङ् लृङ्षु एतत् उदात्तः इति कार्यं लङ् मध्ये आगच्छति आगच्छति. अतः अनन्तरम् अगृह तकारस्य योजनेन अगृह्णात् इति रूपं निष्पन्नं प्रथमपुरुष एकवचनं. अनन्तरम् अगृहिणीताम् इति अस्ति. तत्रापि तत्र नकारस्य स्थाने ई अल् यगोः इति सूत्रं कार्यं करोति. अतः अगृहिणीताम् इति रूपं निष्पन्नम्. अनन्तरम् उत्तमं प्रथमपुरुष बहुवचनम् अगृह्णन् इति अस्ति. तत्र तत्र अगृह्णन् तत्र अपि मेलनमेव भगिनि अगृह्णन् इति. अनन्तरम् अकारस्य किं भवति तत्र अगृह्णा इति अङ्गम् अकारः केन सूत्रेण लोपः भवति तत्र. तत्र श्नाभ्यस्तयोः आत्तः इति सूत्रेण वा भगिनि तत्र समीचीनम् अग्रिमम् अनन्तरम् अगृह्णाः इति अस्ति. अगृह्णाः मध्यमपुरुषे एकवचनं. तत्र अगृह्णाः इति तत्रापि अगृह्णाः तत्र करावसानयोर्विसर्जनीयसे इति सूत्रेण विसर्गः आगच्छति. तादृशमेव तत्र तस्मात् पूर्वं रेपस्य स्थाने ससर्जिषोरुः इति सूत्रम् आगच्छति. तत् एव उपदेशः च अनुनासिक इति सूत्रेण ऋत्वस्य अपगच्छति. अनन्तरं रेपः एव तिष्ठति. रेपस्य स्थाने कर अवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति. अतः अगृह्णाः इति तत्र रूपं निष्पन्नं द्वितीय मध्यमपुरुष एकवचनं. अनन्तरं मध्यमपुरुष द्विवचनम् अग्रिणीता अगृहिणीतम् इति आगच्छति. तत्रापि अकारस्य स्थाने ई अल् यगोः इति सूत्रं कार्यं करोति. तम् एव अनन्तरम् अग्रिणीतम् इति अस्ति. अनन्तरम् अग्रिनीत इति अस्ति, तत्र तकारस्य मेलनेन अग्रिनीत इति आगच्छति. तत्रापि इ अल् युगुः इति सूर्यं सूत्रं कार्यं करोति. अनन्तरम् उत्तमपुरुषे एकवचनम् अगृह्णाम् इति अस्ति. सर्वत्र तत्र लुङ् इति लुङ् लङ् इति लङ् उदात इति सूत्रं कार्यं करोति. अनन्तरं तत्र ना इति अस्ति, मूर्धन्य नकारः आगच्छति. अनन्तरम् अगृह्णाम् इति आगच्छति. अनन्तरम् अगृह्णीव इति सूत्रमस्ति. तत्र अपि अकारस्य स्थाने इ अल् युगोः इति सूर्यं सूत्रं कार्यं करोति. अग्रिनीव इति उत्तमपुरुष द्विवचनं निष्पन्नम्. अनन्तरम् उत्तमपुरुष बहुवचनम् अग्रिनीम इति अस्ति. तत्र अपि इ अल् युगोः इति सूत्रं कार्यं करोति. अनन्तरं मकारः अस्ति, अग्रिनीम इति रूपं निष्पन्नम्. अस्तु भगिनि, धन्यवादः. अस्तु, कस्य क्रमः इदानीं? विधिलिङ्गकारः अस्ति किल, एकनिमिषं. महोदय रघुपतिमहोदय, भवतः क्रमः एव. कुत्र भगिनि, विधिलिङ्गकारः वा लङ्लकारः? विधिलिङ्ग् समापितवन्तः किल, विधिलिङ्ग् आत्मनेपदे न अभवत् वा? न, परस्मैपदि लिङ्ग् एव. अस्तु अस्तु, तत्र नास्ति. अस्तु, यात् यात् यातां युः, याः यातां याता, यां याव याव. अत्र हलादि अपित् अस्ति, हलादि अपित् अस्ति अत्र सर्वत्र. इदानीम् ईत्वं भवति ई हल्यगोः इति सूत्रेण, अतः गृह्णीय सर्वत्र गृह्णीयवत् गृह्णीयात् गृह्णीय गृह्णीयातां गृह्णीयुः, गृह्णीयाः गृह्णीयातां गृह्णीयात, गृह्णीयां गृह्णीयाव गृह्णीयाम इति. समीचीनं, भवान् एव आत्मनेपदी लट् अपि करोतु, तत्रापि अपितः. अस्तु अस्तु, तत्र अजादि अपित् अस्ति, अतः स्नातकवरातः इति सूत्रेण आकारस्य लोपः भवति. अतः गृण् इति अस्ति, गृण् इति एव अङ्गम् इति इदानीं. गृह्णीत गृह्णीयातां गृह्णीरन् गृह्णीताः गृह्णीयातां गृह्णीध्वं गृह्णीय गृह्णीवहि गृह्णीमहि. ओ, विधिलिङ्ग् कृतवान् वा? अस्तु, समीचीनं. लटि लटि इति उक्तवती, नास्ति चिन्ता महोदय, तदपि समीचीनम्. इदानीं विधिलिङ्ग् समापितवन्तः, परस्मैपदी आत्मनेपदी सम्यक्, तत्र किमपि कार्यं तत्र नास्ति. समीचीनं, आम्. श्रीवल्ली भगिनी लटि करोति वा आत्मनेपदं लट्? आं भगिनि, आत्मनेपदं सर्वे प्रत्याः अपि सन्ति. ते आते अते, से आते द्वे, ये वहे महे. ते हलादे अपित्, हलादे अपित् इति चेत् इ हल्येगुः इति सूत्रेण इकारस्य आदेशः भवति. रूपं गृह्णीते इति. आते आते इति अजादि अपित् प्रत्ययः, श्नाभ्यस्तयोरातः इति सूत्रेण आ लोपः भवति. रूपं गृह्णाति गृह्णाति. आं भगिनि, अते गृह्णति, अत्रापि अजादि अपित् प्रत्ययः, श्नाभस्तयोरातः इति सूत्रेण आतः लोपः भवति. रूपं गृह्णते इति. से इति हलादि अभिप्रत्ययः, ई हल्येगोः गृह्णीषे आदेशप्रत्ययः इन्कोः, गृह्णीषे अशत् भवति. आते आते गृह्णाते, शाभ्यस्तयोरातः इति सूत्रेण आतः लोपः. रूपं गृह्णाथे, द्वे इति हलादि अपित् प्रत्ययः इति, ई हल्यगोः इति सूत्रेण ईकारस्य आदेशः भवति. रूपं गृह्णी द्वे. उत्तमपुरुषः ए, ए वहे महे, ए इति ये इति अजादि अपित् प्रत्ययः स्नाभ्यस्तयोरातः इति सूत्रेण आतः लोपः भवति. रूपं गृह्णे वहे हलादि अपित् ई हल्यगो सूत्रेण ईकारस्य आदेशः भवति. रूपं गृह्णीवहे महे हलादि अपित् प्रत्ययः ई हल्यगोः सूत्रेण गृह्णीमहे इति रूपं भवति. समीचीनम्, उत्तमं भगिनि. अरुणा भगिनी लोट्लकारः करोति वा? आं भगिनि. गृह्ण योगः ताम् अत्र ताम् हलादि अपित् प्रत्यय अस्ति, ततः ई हल्यगोः इति सूत्रेण ईकार आदेशः भवति. गृह्णी ताम् इति रूपं भवति. आताम् अजादि अपित् अस्ति, ततः स्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः भवति. तदनन्तरं गृह्णाताम् बहुवचने आताम् अत्रपि अजादि अपित् अस्ति, ततः आकारलोपः स्नाभ्यस्तयोरातः इति सूत्रेण गृह्णाताम् इति रूपं भवति. मध्यं पुरुषे स्वा हलादि अपित् अस्ति, ततः ईकारादेशः भवति. ई हल्यगोः इति सूत्रेण गृह्णीष्व आदेशप्रत्ययोः इति सूत्रेण गृह्णीष्व इति रूपं निष्पन्नं भवति. आताम् अत्र अजादि अपित् अस्ति, ततः आकारलोपः वै स्नाभ्यास्तयोरातः इति आकारलोपः भवति. गृह्णाथाम् इति रूपं द्वं हलादि अपित् अस्ति, ततः हि हल्यागोः इति सूत्रेण ईकार आदेशः भवति. गृह्णीद्वम् उत्तमपुरुषे ऐ अस्ति, पित् अपि अस्ति, ततः अजादि पित् केवलं वर्णमेलनं भगिनि. गृह्णै रूपम् आवहै अजादि पित् अस्ति, अत्रापि सवर्णदीर्घसन्धि गृह्णावहै गृह्णामहै इति रूपं निष्पन्नं भवति. उत्तमं, वृद्धिकार्यम् एकत्र एव, अन्यत्र तु सवर्णदीर्घसन्धि. समीचीनम्, उत्तमं भगिनि. पूर्वं तत्र क्री इति धातुः आगच्छति खलु, तत्र सर्वत्र अटुकुप् इति एव कार्यं करोति, परन्तु तत्र गृह इति धातोः सर्वत्र रसाभ्यां नत्वे ऋकारः गृहणमेव, तत्र एतत् सूत्रमेव कार्यं करोति. दन्त्ये नकारस्य स्थाने मूर्धेन नकारः एतत् सूत्रेण एव आगच्छति. तत्र यद् भवती एकनिमिषं, तद् भवती यद् वदति तद् वार्तिकम् अस्ति. अस्तु, रसाभ्यां नूनः समानपदे इति सामान्यसूत्रम् अस्ति. तद् रकारः षकारः अस्ति चेत् नकारस्य स्थाने, दन्त्यनकारस्य स्थाने णत्वं भवति इति सामान्यसूत्रं. तत्र मध्ये कोऽपि वर्णः अस्ति चेत् किं भवति इत्यस्य उत्तरमेव अट्कुप् वाङ्नुं व्यवाये अपि इति वदति. रसाभ्यां नूनः इत्यस्य ऋकारस्य ग्रहणं न भवति. यद् वार्तिकं भवती इदानीं पठितवती तद् वार्तिकम् अस्ति, तेन ऋकारस्य रेपांशः अपि अस्ति, तस्यापि ग्रहणं भवतु इति वार्तिकं वदति. अतः रसाभ्यां नूनः इत्यत्र ऋकारस्यापि ग्रहणं भवति. यद् भवती वदति तत् वार्तिकमस्ति, सूत्रं नास्ति. अवगतं वा भवती? अस्ति वा भगिनि? परन्तु तत्र एतदेव कार्यं करोति खलु, अटुकुप् न कार्यं करोति खलु? भगिनि तत्र यत्र निमित्तम् अस्ति अनन्तरं यत्र नकारः अस्ति मध्ये कोऽपि वर्णः अस्ति चेत् अटुकु कार्यं करोति, मध्ये कोऽपि वर्णः नास्ति चेत् रसाभ्यां नोनः कार्यं करोति, तावदेव किल, तत्र किमपि क्लेशः नास्ति. व्यवधानम् अस्ति वा नास्ति वा? तदेव तावदेव तावदेव किल, तत्र किमपि न भिन्नः किमपि नास्ति भगिनि. सूत्रद्वयम् अस्ति, व्यवधानम् अस्ति वा नास्ति वा इति द्रष्टव्यं. क्रीणा इति स्वीकुर्मः चेत् तत्र ककारः रेपः इकारः अनन्तरं नकारः आगच्छति, व्यवधानम् अस्ति. घृण्णा इति स्वीकुर्मः चेत् गकारः ऋकारः हकारः अनन्तरं नकारः आगच्छति, तत्रापि व्यवधानं हकारः अस्ति. अट्कुप् वाङ्मुं व्यवाये अपि इत्यत्र हकारः अस्ति वा? अट्कुप् प्रत्याहारे हकारः अस्ति वा? अस्ति. अतः अट्कुप् वाङ्मुं व्यवाये अपि, तद् वार्तिकं वदति, तत्र ऋकारस्यापि ग्रहणं भवतु इति, तावदेव. अस्तु, अतः अट्कुपे अपि कार्यं करोति तत्र. अट्कुप् हयवर इति अस्ति खलु तत्र. अस्तु भगिनि, धन्यवादः. अस्तु विजयभगिन्याः प्रियसूत्रमस्ति यत् अहमाम्. ओ एवं वा? अस्तु, राजेन्द्रमहोदय लङ्लकारः वदति वा? तद् कृत्वा समापयामः. आम् आं भगिनि, वदामि. अत्र गृह अङ्गमस्ति, अत्र लङ्लकारे तत् अडागमः भवति, लङ् लुङ् लुङ्क्षु उडात् तत् सूत्रेण तत् अगृह्णः भवति. अगृह्णः अत्र तकारः प्रथम पुरुषे एकवचने, तत्र हलादि अपि तस्ति, क्षम्यतां, हलादि अपि तस्ति. तत्कारणात् ईहजग्नसूत्रेण तत्र आकारस्य ईकार आदेशः भवति, अगृह्णीत भवति. आताम् अत्र शनाभस्य सूत्रेण तत् आकारस्य लोपः भवति, अगृह्णाताम् भवति. अपि तत् शनाभस्य सूत्रेण तत् आकारस्य लोपः भूत्वा अगृह्णात रूपं निष्पन्नं भवति. थाः हलादि अपि तस्ति, तत्कारणात् तत् ईहल्युगसूत्रेण तत् ईकारादेशः भवति आकारस्थाने, तत् अगृह्णीथाः. आथाम् अत्र अजादि अपि प्रत्ययः अस्ति, तत्कारणात् तत् शिनाभ्यस्युरात् सूत्रेण तत् आकारस्य लोपः भूत्वा गृह्णाथां भवति. ध्वं हलादि अपि अस्ति, तत्कारणात् तत् इहल्यगसूत्रेण तत् इकारादेशः भवति, अगृह्णीध्वं भवति. अत्र अजादि अपि अस्ति, तत्कारणात् तत्र आकारस्य लोपः भूत्वा अगृह्णीः भवति, तत् ह्रस्व इकारः अस्ति, अगृह्णीः. बहिः अजादि क्षम्यताम् हलादि अपि अस्ति, तत्कारणात् तत्र आकारस्य स्थाने ईहल्यसूत्रेण इकार आदेशः भवति, अगृह्णीहि वहि अपि तथैव अगृह्णीमहि निष्पन्नं भवति. समीचीनम्, उत्तमम्. तावदेव क्रयादिगणे यत्किमपि अग्रे दत्तमस्ति, दातवः सर्वे दातवः यत् क्रयादिगणे अस्ति तस्य किञ्चित् लिस्ट् एव अस्ति. तावदेव क्रयादिगणे एकषष्टि दातवः सन्ति इति, अजन्तदातवः के, विशेषदातवः के इति आवलीरूपेण दत्तम् अस्ति. तद् वयं यद् दृष्टवन्तः तद् अत्र अन्तर्भूतः अस्ति इति. क्रयादिगणस्य चिन्तनं समाप्तम् येन, समग्रतिङ्सम्बन्धसार्वधातुकप्रकरणचिन्तनं समाप्तम् इति. अग्रिमसप्ताहे अदादिगणस्य आरम्भं कुर्मः. पूर्वम् अहम् एकं डाक्युमेण्ट् गूगल् डाक् प्रेषितवती प्रायः जून् मासे इति चिन्तयामि, यत्र सूत्राणि, अनुवृत्तिसहितसूत्राणि, अनन्तरं गणस्य नाम लिखित्वा तद् अहं किञ्चित् अप्डेट् कृतवती अद्य प्रायः भवन्तः पार्श्वे लिङ्क् अस्ति चेत् उद्घाटयति चेत् अजन्तदातवः इति एकः शीट् अस्ति क्षम्यताम् अदन्तः इति एकः अनदन्तः इति एकः अङ्गं तत्र अदन्तेषु भुवादि प्रथमं 1, 4, 6, 10 दृष्टवन्तः किल तस्य आवलिः सूत्राणि अनुवृत्तिसहितसूत्रम् अनन्तरम् एकं कालम् अस्ति तत्र भवन्तः कृपया किञ्चित् पुनःस्मरणरूपेण कुर्वन्तु किं कार्यं भवति इति अहमपि एकम् उदाहरणद्वयं वा त्रयं वा तत्र लिखितवती तद् कृपया कुर्वन्तु अनदन्तम् अनन्तरम् आगच्छन्तु वयं दशधातुगणाः समाप्य एकवारं तद्दृष्ट्वा अनन्तरम् आर्धधातुकप्रकरणं प्रति गच्छामः अदादिगणः इति पाठः किञ्चित् बृहत् अस्ति तदपि अहम् एकवारं वदामि किञ्चित् एतादृशं वयं झटिति न समापयितुं शक्नुमः अस्तु जुहोत्यादिगणः किञ्चित् सुलभमेव अस्ति अदादिगणः किञ्चित् दीर्घपाठः अस्ति जून् मासे भवत्या किं प्रेषितं भगिनि एतत् पुनः डाक्युमेण्ट् अस्ति सिद्धतिङ्प्रत्ययाः इति एकं डाक्युमेण्ट् अस्ति तद् प्रेषितवती प्रायः शेर्ड् डाक्युमेण्ट् मध्ये पश्यतु ड्रैव् मध्ये प्रायः अस्ति एव अथवा अहं पुनः प्रेषयामि प्रेषयतु भगिनि कृपया भगिनी भवत्याः ईमेल् मध्ये लिङ्क् न भव्या भगिन्यः नास्ति अहं भिन्नरूपेण प्रायः जून् इति चिन्तयामि यदा वयं भुआदिगणः वा चुरादिगणः वा किमपि समापितवन्तः तस्मिन् समये अहं प्रेषितवती अद्य एव अहं पूर्णतया तस्य अप्डेट् अपि कृतवती तद् एकवारं पश्यतु तद् पुनःस्मरणं पुनः प्रेषयतु भगिनि आम् अहम् अद्य पुनः प्रेषयामि नास्ति चिन्ता अस्तु अस्तु धन्यवादः धन्यवादः शुभदिनं धन्यवादः धन्यवादः भगिनि